न्यायशास्त्रस्य चिन्तनवर्गः अनुवर्तते. अद्य मूलविषयः भवति सम्बन्धस्य अवच्छेदकत्वम् इति. तस्मात् प्राक् पूर्वकृतान् कांश्चन विषयान् प्रथमतया अवलोकयाम. अस्तु, आरम्भे पृष्ठसङ्ख्या 45, तत्र शब्दगुणकमाकाशं, पेज् 45, तत्र शब्दगुणकम् आकाशम् इत्यस्मात् आरभ्य पठामः. अखिला भगिनी. नमस्ते भगिनि, राजेन्द्र अस्मि. नमस्ते महोदय. पृष्ठसङ्ख्या 45 मध्ये वयं स्मः. शब्दगुणकम् आकाशम् इत्यस्मात् आरभ्य. अखिला भगिनी, आरब्धुमिच्छति वा? अखिला भगिनी अस्ति किम्? सरला भगिनी. शब्दगुणकामाकम् आकाशं तच्चैकं विभु नित्यश इति. शब्दगुणः यस्य तत् शब्दगुणकम्. अत्र यद्यपि गन्धवती पृथ्वी इति लक्षणकरणम् इव शब्दवत् आकाशम् इति लक्षणकरणम् एव उचितं, तथापि मीमांसका शब्दः द्वयम् इति यत् अङ्गीकुर्वन्ति तत् निराकार. भगिनी क्षम्यतां, कस्मिन् पुटे अस्ति? एकनिमिषः सरला भगिनी, पेज् 45 महोदय, 45. शब्दगुणकम् आकाशम् इति पठन्ती अस्ति सरला भगिनी. अस्तु भगिनि, पठतु. शब्दद्वयम् इति यत् अङ्गीकुर्वन्ति तत् निराकरणाय, तस्य गुणत्वव्यवस्थापनाय च लक्षणे गुणपदं स्थापितम्. तत्र पश्यन्तु, पूर्वं लक्षणग्रन्थे उद्देशग्रन्थं पठित्वा वयं लक्षणं यदि यदा आरब्धवन्तः, तत्र सर्वेषां द्रव्याणां लक्षणं कीदृशं वर्णितमासीत्? गन्धवती पृथ्वी, अथवा शीतस्पर्शवत्यः आपः, उष्णस्पर्शवत् तेजः, रूपरहितस्पर्शवान् वायुः इत्यादिकं वयं पठितवन्तः. किन्तु आकाशम् इति यत्र आगच्छति तत्र शब्दगुणकम् आकाशं, तच्च एकं विभु नित्यञ्च. सामान्यतया गन्धवती पृथ्वी शब्दगुण तादृशं विवरणं नास्ति, शब्दगुणकम् आकाशम् इति उक्तमस्ति इत्येव पठितवती भगिनी अधुना. अस्तु भगिनि, किञ्चित् वदतु यदवगतम्. शब्दवत् आकाशं कथं न न्यायशास्त्रे न वदत् उक्तवन्त कारण कि न्यायशास्त्रशब्दः द्रव्यं न मन्यते, मीमांसका शब्दं द्रव्यं मन्यते. न्यायशास्त्र शब्द आकाशस्य गुण अस्ति इति, यदि गुणस्थापनाय तस्य विवरणं कर्तुं अधिकं भवत् लक्षणं भवितुं शक्नोति. अत्र पुनः पुनः उक्तं शब्दः गुणः इति, शब्दः इति गुणः, अपि च तादृशः गुणः यस्मिन् अस्ति तद् शब्दगुणकम् इति बहुव्रीहिसमासः. शब्दः इति गुणः इति कर्मधारयः, तादृशं वस्तु यस्मिन् शब्दः सः तद् शब्दगुणकम् इति बहुव्रीहिसमासः. तर्हि पुनः पुनः उक्तं शब्दः इति गुणः अस्ति आकाशे इति, तत्र किमर्थं तथा उक्तम् इत्युक्ते, प्रथमतया मीमांसकाः वदन्ति शब्दः द्रव्यमिति, तस्य निराकरणाय शब्दस्य गुणत्वं संस्थाप्य स्थापनाय एव एतादृशं वाक्यम् अस्ति, शब्दगुणकम् आकाशम् इति. पुनः एतादृश्याः शैल्याः उपयोगं कुत्र भवति इति अग्रे अपि उक्तमस्ति. प्रथमतया गुणत्वसंस्थापनं, यदि शब्दः गुणः इति अङ्गीकृतः तदा शब्द आकाशयोः मध्ये कीदृशः भवति सम्बन्धः? सरला भगिनी वदति वा? प्रथमतया शब्दः गुणः इति वदनेन मीमांसकानां द्रव्यस्वीकरणं, द्रव्यमिति यद् अङ्गीकृतं तस्य निराकरणं, पुनः शब्दः गुणरूपेण आकाशे भवति इति वदनेन तयोः मध्ये समवायसम्बन्धः स्थापितः, आधाराधेयभावः स्थापितः. तस्य प्रयोजनं सर्वम् अग्रे उच्यते. किन्तु शब्दगुणकम् आकाशम् इत्येव अस्ति आकाशस्य वर्णन लक्षणविवरणरूपेण. तच्च एकं विभुः नित्यञ्च इति उक्तम्. अत्र न्यायशास्त्रे विभुद्रव्याणि, विभुद्रव्यम् इत्युक्ते किम् इति वदनस्य आवश्यकता भवति. प्रथमतया मूर्तद्रव्यम् अमूर्तद्रव्यम् इति अस्ति न्यायशास्त्रे. मूर्तद्रव्यम् इत्युक्ते यत् द्रव्यं यस्मिन् क्रिया अस्ति. मूर्तद्रव्यम् इत्युक्ते क्रियाश्रयद्रव्यं, नाम तादृशं द्रव्यं यस्मिन् क्रियः वर्तते. पृथिवी अस्ति, जलमस्ति, जलं सरति, तेजः अपि दहति, वायुः वहति, तादृशेषु द्रव्येषु क्रिया अस्ति. एतानि द्रव्याणि मूर्तद्रव्याणि इति उच्यते. मनः अपि तादृशः द्रव्यः, तादृशं द्रव्यमस्ति. मनः अपि चलति इत्यतः मूर्तद्रव्यं. तर्हि नवद्रव्येषु पञ्चद्रव्याणि, पृथ्वी, जलं, तेजः, वायुः, मनः इति मूर्तद्रव्याणि सन्ति. अधुना विभु इति उक्तम्. अत्र विभु नाम आकाश, विभुद्रव्याणि इत्यस्मिन् गणे आकाशः, कालः, दिग् अपि च आत्मा वर्तते. एतादृशानि द्रव्याणि क्रियाश्रयः न भवति, अपि च सर्वमूर्तद्रव्यसंयोगी इति उच्यते. नाम सर्वे मूर्तद्रव्याणि यानि उक्तानि, पृथिवी, जलं, तेजः, वायुः, मनः, तानि सर्वाणि आकाशे वर्तते. तर्हि सर्वमूर्तद्रव्यं तेषां संयोगः वर्तते आकाशे इति कृत्वा आकाशः विभुद्रव्यम् इति अस्ति. इत्येव विभु इत्यस्य अर्थः न्यायशास्त्रे. बुद्धं वा? अस्तु, नूतनतया केन केन आगतम्? वर्धनी अस्ति. अस्तु, अनन्तरं? हा अस्तु, वर्धनी भगिनी. अनन्तरं? माला अस्मि. नमस्ते माला भगिनी. अस्तु, अनन्तरं? नमस्ते भगिनी. अजितः. अजितः महोदय. अस्तु, अनन्तरं? अस्तु, वर्धिनी भगिनी, वर्धिनी भगिनी, माला भगिनी, अजितमहोदय नूतनतया. किल अन्य कोऽपि अस्ति? अस्तु, अधुना वयं पञ्चचत्वारिंशत्तमे पुटे स्मः. शब्दगुणकम् आकाशम् इति सरला भगिनी पठितवती. शब्दगुणकम् आकाशम् इति उक्तं, किमर्थं शब्दवत् आकाशम् इति न पुनः उक्तम् इत्यस्य चर्चा जाता. शब्दस्य गुणत्वव्यवस्थापनाय, शब्दः इति एकः गुणः अस्ति इति तस्य व्यवस्थापनाय, अपि च मीमांसकानां यः सिद्धान्तः अस्ति शब्दः द्रव्यम् अस्ति इति, तस्य निराकरणाय च शब्दस्य गुणत्वं स्थापितं पुनः पुनः शब्दगुणकम् आकाशम् इति उक्त्वा, इति एतावत्पर्यन्तं चर्चा जाता. एतस्मात् परं सम्बन्धस्य अवच्छेदकत्वम् इति अस्ति. इत्युक्ते पूर्वं वयम् अवच्छेदकधर्मं दृष्टवन्तः, यत्र प्रतियोगिता अनुयोगिता अभावः इत्यादिकम् आसीत् तत्र घटत्वावच्छिन्नप्रतियोगिता पटत्वावच्छिन्नप्रतियोगिता इत्यादिकं दृष्टवन्तः, तत्र अवच्छेदकः धर्मः आसीत्. किन्तु अत्र सम्बन्धः अपि अवच्छेदकं, कुत्र कुत्र अथवा कथं भवति इति अग्रे दत्तम् अस्ति, किञ्चित् अग्रे पठामः. सन्ध्या भगिनी पठति वा? सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं. केचन समवायसम्बन्धावच्छिन्न आधेयत्वलाभाय गुणपदमित्याहुः, तेषाम् अयम् आशयः. एकः एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति. निदर्शनं घटं स्वीकुर्मः, सः संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्म्यसम्बन्धेन तस्मिन् भवति, वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते, विषयितासम्बन्धेन च ज्ञाने वर्तते, अत्र चिद्यते. अग्रे पठामि वा भगिनी? अग्रे अपि पठतु भगिनी. चित्र दर्शितरीत्या एकस्मिन् घटे अनेकाः आधेयताः सन्ति, तास्तु प्रत्येकं भिन्नाः. ज्ञाने अनुत्पन्ने तन्निरूपिता आधेयता न भवति चेद् अपि कपालनिरूपिता आधेयता भवति, तदापि कपाले घटस्य सत्त्वात् एवम् अन्यत्र. अस्तु, वदतु भगिनी किञ्चित्. तर्हि ते वदन्ति सम्बन्धः अपि तत्र अवच्छेदकः भवितुम् अर्हति. किमर्थमित्युक्ते तत् घटस्य उदाहरणं ते वदन्ति, तत्र घटः भिन्नभिन्नपदार्थेषु भिन्नभिन्नसम्बन्धः भवति घटस्य, यतः यथा उदाहरणं तत्र संयोगसम्बन्धः अस्ति, समवायसम्बन्धः, पुनः तादात्म्य कालिकसम्बन्धः इति सर्वम् अस्ति इति. यदि घटः अस्ति इति ज्ञानं न भवति तर्हि तस्य सम्बन्धस्य तत्र सः सम्बन्धः नास्ति चेदपि तस्मिन् समये तत्र कपाले तु घटः अस्ति इति, तस्य घटस्य सत्त्वः अस्ति इति वदन्ति प्रायः. इत्येव अस्ति. अधुना सम्बन्धः अपि अवच्छेदकः भवितुमर्हति इत्यस्य दर्शनाय एतद् सर्वं प्रदर्शितमस्ति. अस्तु, तर्हि एकम् अभ्यासम् अपि च पुनरावर्तनमपि भवति, एकम् अभ्यासं कुर्मः. तर्हि घटः ज्ञाने अस्ति, केन सम्बन्धेन? हा, घटः ज्ञाने अस्ति विषयितासम्बन्धेन, तत्र अधिकरणं किम्? ज्ञानम्. आधेयः घटः. घटे आधेयता अस्ति. अस्तु, घटः महाकाले केन सम्बन्धेन वर्तते? कालिकसम्बन्धेन वर्तते. अत्रापि घटे आधेयता अस्ति, महाकाले अधिकरणता अस्ति. घटः स्वस्मिन् केन सम्बन्धेन भवति? तादात्म्य. तदा घटः स्वयम् अधिकरणम् अस्ति, स्वयं च आधेयः अस्ति. तर्हि घटे तत्रापि आधेयता वर्तते. कपाले केन सम्बन्धेन वर्तते घटः? समवाय. अपि च भूतले संयोगसम्बन्धेन घटः भवति. तर्हि अत्र दर्शितमस्ति आधेयता या अस्ति घटे, सा आधेयता भिन्नभिन्न आधेयता अस्ति न वा? आधेयता भिन्नभिन्न वदतु भगिनि. आधेयता एकमेव अस्ति खलु, घटः एव आधेयता तत्र. घटः एव आधेयः, घटः एव आधेयः, एकः एव आधेयः अस्ति. तस्मिन् घटे भिन्नभिन्न आधेयता वर्तते. यदा घटः ज्ञाने भवति तदा आधेयता भिन्ना. यद्यपि घटः एव आधेयः तथापि ज्ञान यदा ज्ञाने घटः वर्तते तत्र एका आधेयता अस्ति. यदा सः एव घटः महाकाले वर्तते इतोपि एका आधेयता भवति. तर्हि अग्रे पश्यामः कथम् एतादृश्याः आधेयतायाः भेदस्थापनं कथं भवति इति. अस्तु, अखिला भगिनी अस्ति वा? अस्मि भगिनि. केन उक्तम् इदानीं? घटमेव एकः प्रश्नः अस्ति. घटः आधेयता घटः एव भिन्नभिन्न. सत्यं सत्यम्. अधिकरणं भिन्नं, आधेयः सम्बन्धः अपि भिन्नभिन्नः सन्ति. सत्यं, सम्बन्धाः भिन्नभिन्नाः सन्ति. आधेयता एकमेव खलु? आधेयता एकमेव नास्ति, आधेयः. अस्तु, केन पृष्टं प्रश्नः? वर्धिनी भगिनी वा? हा अस्तु भगिनी, भवत्येव एवं करोतु. करपत्रम् उद्घाटितम् अस्ति वा सर्वेषां पुरतः? करपत्रं यस्मिन् चित्राणि सन्ति तानि. करपत्रं टेक्स्ट्बुक् अस्ति. टेक्स्ट्बुक् नास्ति, करपत्रं महोदयेन प्रेषितम् ईपत्रे. तदस्ति किं? प्रथमचित्रघटभूतले अस्ति. सत्यं सत्यं. इदानीम् एवं करोतु, अत्र भूतलम् अस्ति, घटः अस्ति. तत्र भूतलं किमस्ति? भूतलम् अधिकरणता अस्ति. न, भूतलं किमस्ति? राजेन्द्रमहोदय उक्तवान् भूतले अधिकरणता अस्ति. भूतलम् अधिकरणम् अस्ति. भूतलम् अधिकरणम् अस्ति. घटः किमस्ति तत्र? आधेयः. आधेयः अस्ति. तर्हि घटे किम् अस्ति? घटे आधेयता अस्ति. भूतले किमस्ति? अधिकरणता अस्ति. अधिकरणता अस्ति. तर्हि इदानीम् अभ्यासं कुर्मः. निष्ट, निरूपित इत्यादिकम् उपयुज्य अधिकरणतायाः आधेयतायाः वर्णनं कुर्मः. वर्धिनी भगिनी प्रयत्नं करोति वा? भूतलनिष्ठा एरो मार्क् अपि स्थापितं. निरूपित आधेयता, आधेयता घटः अस्ति. आधेयतावान् घटः. आधेयतावान् घटः. आधेयतावान् घटः. अधोगमनार्थं वान् अथवा आश्रयः. आधेयता कस्मिन् अस्ति इति प्रदर्शनार्थं वान् अथवा आश्रयः अधोगमनार्थम् उपरि गमनार्थम् अस्ति निष्ठा इति. तर्हि भूतलनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता इति घटे विद्यमानायाः आधेयतायाः निरूपणम्. अनन्तरम् अपरस्यां दिशि घटनिष्ठ इत्यस्मात् आरभ्य कपालनिष्ठ न घटनिष्ठ इति वदतु. ओ घटनिष्ठ आधेयत निरूपित भूतलाश्रयः भूतलनिष्ठ अधिकरणता अस्तु. अन्य कोऽपि प्रयत्नं करोति वा? अहं करोमि वा रागिनि? अस्तु करोतु भगिनि. घटनिष्ठ आधेयता निरूपित भूतलनिष्ठ अधिकरणता हा इति अधिकरणता भूतले विद्यमानायाः अधिकरणतायाः निरूपणम् इति अस्ति. उपरि गमनार्थं निष्ठ अधोगमनार्थं वत् अथवा आश्रयः इत्यस्य प्रयोजनं भवति. अपि च मध्ये निरूपित इति स्थापनीयं भवति इति आधार अध्येयभावः इत्यस्य विवरणम् अस्मिन् चित्रे प्रथमे चित्रे अस्ति. अधुना पुस्तके पश्यन्ति चेत् तत्र घटः आधेयः आधेयः एकः एव घटः सः एकः एव घटः भिन्नभिन्नस्थलेषु वर्तते. ज्ञाने भवति, महाकाले भवति, स्वस्मिन् भवति, कपाले भवति, भूतले भवति. भिन्नभिन्नस्थलेषु विद्यमानः एकः एव आधेयः परन्तु भिन्नभिन्नस्थलेषु घटे या आधेयता वर्तते. ज्ञाने यदा घटः भवति तदा आधेयता भिन्ना, महाकाले यदा घटः भवति तदा आधेयता भिन्ना, स्वयं यदा भवति तदा आधेयता भिन्ना. एतादृश्याः आधेयतायाः भेदस्थापनं कथं कर्तुं शक्नुमः इत्यस्य चर्चा अग्रे अस्ति. बुद्धं वा? अस्तु तर्हि अखिला भगिनी किञ्चित् पठतु अग्रे. सर्वासनं वासां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठ अधिकरणतानिरूपित आदेयता ज्ञाननिष्ठ अधिकरणतानिरूपित आदेयत्वात् भिन्ना कुतः? समवायात्. समवायसम्बन्धो हि घटकपालयोः विद्यमानः. इयम् आदेयता ज्ञाननिरूपितादेयत्वात् भिन्ना इति बोधयति. इदं बोधकत्वम् एव सम्बन्धस्य आदेयता अवच्छेदकत्वात्. अग्रे पठामि वा? किञ्चित् वदतु भगिनि. अस्तु. तत्र आदेय घटः एव आदेयः अस्ति तत्र तत्र तत्र तु तत्र सम्बन्धः सम्बन्धस्य सम्बन्धात् एव तत्र भिन्नता किञ्चित् विशदीकर्तुं शक्नुमः. तत्र कथं कपालनिष्ठ अधिकरणतानिरूपित आदेयता अपि घटे अस्ति, ज्ञाननिष्ठ अधिकरणतानिरूपित आदेयता अपि घटे एव अस्ति, परन्तु तत्र द्वयोः भेदः अस्ति. तत्र भेदं कथं स्थापयितुं शक्नुमः इत्युक्ते तत्र सम्बन्धस्य आधारेण एव. तत्र यत् कपालनिष्ठ अधिकरणता अस्ति तत् कपालनिष्ठ अधिकरणतानिरूपित आदेयता यदस्ति तस्य सम्बन्धः अस्ति समवायसम्बन्धः. यद् ज्ञाने अस्ति तस्य सम्बन्धः अस्ति विषयितासम्बन्धः. तत् आधारेण एव तस्य तत्र आदेयतायाः अवच्छेदकं कर्तुं शक्नुमः. तदर्थमेव सम्बन्धः अपि तत्र अवच्छेदकधर्मम् इति यत् पूर्वस्मिन् लिखितमस्ति तस्य स्थापनम् अत्र क्रियते. अधुना यथा भगिन्या उक्तम् एषां सर्वा आसां सर्वासाम् आधेयतानां परस्परभेदस्थापनं कथं भवति पश्यन्ति चेत् अत्र घटः ज्ञाने भवति चेत् तत्र सम्बन्धः विषयिता इति अस्ति तदा विषयितावच्छिन्न आधेयता इति आधेयता भवति घटः महाकाले अस्ति चेत् तत्र कालिकसम्बन्धः भवति तयोः मध्ये तदा कालिकसम्बन्धावच्छिन्न आधेयता इति भवति घटः स्वस्मिन् अस्ति चेत् तादात्म्यसम्बन्धावच्छिन्न आधेयता कपाले अस्ति चेत् समवायसम्बन्धावच्छिन्न आधेयता भूतले अस्ति चेत् संयोगसम्बन्धावच्छिन्न आधेयता इति वदामः तर्हि आधेयतायाः भेदस्थापनार्थम् आधेयतानां मध्ये सम्बन्धस्य आवश्यकता अस्ति अत्र अत्र प्रश्नः कृतः कपालनिष्ठ अधिकरणतानिरूपित आधेयता ज्ञाननिष्ठ अधिकरणतानिरूपित आधेयत्वात् भिन्ना कुतः आधेयत्व इत्युक्ते आधेयता एव प्रश्नः बुद्धः वा सर्वैः कपाले एका कपालनिष्ठ अधिकरणतानिरूपित आधेयता एका ज्ञाननिष्ठ अधिकरणतानिरूपित आधेयता अपरा तयोः मध्ये भेदः अस्ति तौ ते भिन्ने स्तः कथं समवायात् नाम कपालघटयोः मध्ये समवायसम्बन्धः अस्ति तर्हि कपालनिष्ठ अधिकरणतानिरूपित आधेयता समवायसम्बन्धावच्छिन्न ज्ञाननिष्ठ अधिकरणतानिरूपित आधेयता विषयिता सम्बन्धावच्छिन्न समवायसम्बन्धेन एव आधेयतयोः मध्ये भेदस्थापनं भवति इति अत्र उक्तमस्ति भगिनी प्रश्नः अस्ति अत्र अवच्छेदकं किम् अवच्छिन्नं किम् अस्तु तर्हि एवं कुर्मः विद्याशङ्करमहोदय करपत्रं पश्यति वा आम् करपत्रे द्वितीयचित्रं किञ्चित् पठतु भूतलनिष्ठ अधिकरणता अस्ति घटे आधेयता इति चित्रं दर्शयति सा आधेयता कीदृशी घटनिष्ठाधेयता संयोगसम्बन्धेन आधेयता अस्ति संयोगसम्बन्धावच्छिन्न आधेयता संयोगसम्बन्धेन अवच्छिन्नः वा अवच्छिन्ना वा सत्यं संयोगसम्बन्धेन अवच्छिन्न आधेयता समासं कृत्वा संयोगसम्बन्धावच्छिन्न आधेयता अवच्छेदकम् आधेयता अवच्छिन्न सम्बन्धः न एतद् एतद् उदाहरणं स्वीकरोतु अत्र अस्य उदाहरणस्यैव विस्ताररीत्या विस्ताररूपेण अधोभागे तृतीये चित्रे प्रदर्शितमस्ति तत्र प्रायः स्पष्टं स्यात् सर्वम् अस्तु तर्हि अस्माकम् उदाहरणमस्ति भूतलं घटः भूतले अधिकरणता घटे आधेयता सामान्यरीत्या वदामश्चेत् भूतलनिष्ठ अधिकरणतानिरूपित घटनिष्ठ आधेयता इदानीं भवतः प्रश्नः अस्ति एषा आधेयता केन अवच्छिन्ना अस्ति संयोगसम्बन्धः अवच्छेदकसम्बन्धः अस्ति अत्र भवतः प्रश्नः आसीत् अवच्छेदकं किम् अवच्छेद्या का इति किल तृतीयं चित्रं भवान् एव किञ्चित् पठतु अत्र किमस्ति घटः शीर्षिका किमस्ति घटः संयोगसम्बन्धेन भूतले अस्ति अवच्छेदकधर्मः अवच्छेदकसम्बन्धः च अवच्छिन्न निष्ठ अवच्छेदकता निष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावति. अस्तु, अवच्छिन्न कस्य स्थाने आगच्छति इति एव वक्तव्यमस्ति. अवच्छिन्न इत्युक्ते अत्र पश्यतु, घटः इति अधोभागे अस्ति, घटस्य उपरि आधेयता अस्ति. पश्यति वा, पश्यन्ति वा सर्वे? हा, तृतीयं चित्रं पश्यामि करपत्रे, नम्बर् त्रि. घटः, घटस्य उपरि आधेयता अस्ति. अस्माकं विषयः अस्ति अद्य सा आधेयता केन अवच्छिन्ना भवति इति. अस्माकं अस्मिन् विषये भूतलम् इति अधिकरणं, तर्हि अवच्छेदकसम्बन्धः संयोगसम्बन्धः अस्ति किल. संयोगसम्बन्धेन आधेयता अवच्छिन्ना भवति, तर्हि अवच्छेदकं किमस्ति? सम्बन्धः, संयोगसम्बन्धः अस्मिन् उदाहरणे. आम, यदा संयोगसम्बन्धः अवच्छेदकः भवति चेत् तस्मिन् किं वर्तते? अवच्छेदकता. अवच्छेदकता उपरितने भागे प्रदर्शितं. रत्ना भगिनी खलु? आं भगिनी, अहं किञ्चित् विलम्बेन आगतवती. अस्तु अस्तु, चिन्ता नास्ति. अवच्छेदकता वर्तते संयोगसम्बन्धेन, संयोगसम्बन्धे, क्षम्यताम्. अपि च अवच्छिन्ना अस्ति आधेयता. तर्हि आधेयतायां किमस्ति विद्याशङ्करमहोदय? अवच्छिन्नत्वमस्ति. अवच्छेद्यता अस्ति, सम्यक्. संयोगसम्बन्धे अवच्छेदकता, आधेयतायाम् अवच्छेद्यता अस्ति. तर्हि अवच्छेदकं किम् अत्र? अवच्छेदकं संयोगसम्बन्धः. संयोगसम्बन्धः अवच्छेदक, तस्य भावः एव अवच्छेदकता खलु, तल् प्रत्यययोजनेन भावः निष्पन्नार्थम्. अवच्छेदकस्य भावः अवच्छेदकता, संयोगसम्बन्धः अवच्छेदकः अस्ति, तर्हि संयोगसम्बन्धे अवच्छेदकता अस्ति. इदानीम् अवच्छेद्या का? आधेयता. आधेयता, आधेयता अवच्छेद्या अस्ति, तदर्थम् आधेयतायाम् किमस्ति? अवच्छेद्यता. आधेयतायाम् अवच्छेद्यता अस्ति, आधेयता अस्ति अवच्छेद्यम्. अवच्छेद्य इत्यस्य भावः अवच्छेद्यता इति. आधेयतायाम् अवच्छेद्यता अस्ति, तदर्थम् उपरितने भागे प्रदर्शितम्. अधोभागे भूतलं घटम् अस्ति, भूतले अधिकरणता अस्ति, घटे आधेयता अस्ति. सः तु प्रारम्भिकस्तरीयः विषयः, आधाराधेयभावः इति. अनन्तरम् आधेयतायाः अवच्छेदनार्थं कस्य प्रयोगः भवति? एकत्र धर्मः, घटे विद्यमानः धर्मः, घटत्वम् इत्यस्य प्रयोगः भवति. अपरत्र घटे विद्यमानः संयोगसम्बन्धः, तस्यापि प्रयोगः भवति. तर्हि इदानीं वयं दृष्टवन्तः, संयोगसम्बन्धः यदा अवच्छेदकसम्बन्धरूपेण उपयुज्यमानः भवति, तदा संयोगसम्बन्धे अवच्छेदकता भवति, आधेयतायाम् अवच्छेद्यता भवति. विद्याशङ्करमहोदय, निष्ठा वा वति इत्यादिकम् उपयुज्य वर्णनं करोति वा? कुत्र आरभ्य? संयोगसम्बन्धात् आरभ्य. संयोगसम्बन्धनिष्ठा अवच्छेद्यकता निरूपित अवच्छेद्यतावति आधेयता. अवच्छेद्यतावति आधेयता, उत्तमम्. इदमेव वाक्यं बृहद्वाक्यम् आसीत् खलु, संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता, एतत् सर्वम् आसीत्। इदमेव वाक्यं लघुरूपेण अवच्छिन्ना उपयुज्य वक्तुं शक्नुमः इत्येव अत्र प्रदर्शितमस्ति। उपरितने भागे भवान् पठितवान् किल, पठतु इतोपि एकवारम्। आम्, संयोगसम्बन्धनिष्ठा अवच्छेद्यकता निरूपिता अवच्छेद्यतावती आधेयत, अथवा संयोगसम्बन्धः अवच्छिन्ना आधेयत, तावदेव इत्येव अस्ति विषयः। संयोगसम्बन्धावच्छिन्न आधेयत इति यदा वदामः तर्हि तद्बृहद्वाक्यं मनसि आगच्छेत्, संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित। पृष्ठभागे कस्यचित् गृहे किमपि अस्ति ध्वनिः, अपि च प्रतिध्वनिः अपि श्रूयते, कृपया स्पीकर् मास्तु। अस्तु, हा, संयोगसम्बन्धावच्छिन्न आधेयत इति यदा वदामः तस्य अर्थः एवमेव, संयोगसम्बन्धः अवच्छेदकः, आधेयत अवच्छेद्यमस्ति, अवच्छेद्या अस्ति। तद्बृहद्वाक्यं लघुरूपेण संयोगसम्बन्धावच्छिन्न आधेयत इति एव वदामः, तावदेव इति अस्ति। अनन्तरं इतोपि एकः धर्मः अस्ति अवच्छेदकः धर्मः, घटत्वम् इति, तस्य वाक्यं कः वदति? माला भगिनी वदति वा? आं वदामि, घटत्वा अवच्छिन्न अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता। सर्वं सम्यक्, किन्तु घटत्व अवच्छिन्न आधेयता इति वक्तव्यं, तावदेव। अस्तु अस्तु, लघुरूपेण घटत्वावच्छिन्न आधेयता, नो चेत् बृहद्वाक्यमस्ति, तत्र एरो मार्क्स् पश्यन्तु, उपरि गमनार्थं निष्ठ, घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता। हा, इति घटत्व अवच्छेदकधर्मः भवति चेत् तदा, सम्बन्धः अवच्छेदकः भवति चेत् तदा संयोगसम्बन्ध सर्वम् उक्त्वा अथवा लघुरूपेण संयोगसम्बन्धावच्छिन्न आधेयत आधेयत अथवा घटत्वावच्छिन्न आधेयत इति लघुरूपेण। अत्र चित्रस्य उपरितने भागे करपत्रे लिखितमस्ति, अवच्छिन्न ईक्वल् टु निष्ठावच्छेदकता निरूपित अवच्छेद्यतावति। एतत् सर्वं निष्कास्य केवलं घटत्वावच्छिन्न आधेयत अथवा अथवा संयोगसम्बन्धावच्छिन्न आधेयत इति लघुरूपेण वक्तुं शक्नुमः। तदा अवच्छिन्न इत्यस्मात् परं यदस्ति तदस्ति अवच्छेद्यम्, अवच्छिन्न इत्यस्मात् पूर्वं यदस्ति तद् सः अवच्छेदकधर्मः वा सम्बन्धः वा भवति, अवच्छेदकः भवति। अस्तु, इदानीं किञ्चित् इतोपि कुर्मः, अभ्यासं कुर्मः। अग्रे निहारिका भगिनी अग्रिमं चित्रं पठित्वा वदति वा? भगिनी अद्य अहं केवलं शृणोमि। अस्तु, नास्ति चिन्ता। राजेन्दर् महोदय? आं भगिनी, चतुर्थचित्रं वा? आं, सत्यम्, उपरि यद् लिखितमस्ति तदपि कृपया पठतु। घटः समवायसम्बन्धेन कपाले अस्ति, अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः इति अङ्गीक्रियते किल, समवायसम्बन्धः किमर्थम्? यदा कपालः अस्ति घटः नास्ति, घटः अस्ति कपालः नास्ति, सत्यं सत्यम्। उच्चैः वदतु भगिनि, न श्रूयते। अवयवः अवयविनोः सम्बन्धः समवायसम्बन्धः, अतः घटकपालयोः समवायसम्बन्धः भवति। तथैव अस्ति, घटः अवयवी अस्ति, कपालः अवयवः अस्ति, तर्हि कपालघटयोः मध्ये इत्युक्ते अवयव अवयविनोः मध्ये समवायसम्बन्धः न तु संयोगः. उपरितने उदाहरणे भूतलं द्रव्यं, घटः अपि द्रव्यं, द्रव्ययोः मध्ये संयोगसम्बन्धः. अस्मिन् उदाहरणे कपालः अवयवः, घटः अवयवी, तर्हि अवयव अवयविनोः मध्ये समवायसम्बन्धः इति अस्ति. अस्तु महोदय, अधुना अत्र आधेयता कीदृशी इति वक्तव्यमस्ति. घटनिष्ठ आधेयता घटनिष्ठ आधेयता निरूपित अधिकरणता आश्रय कपालः. आम् सत्यम्. इति सामान्य अधिक आधाराधेयभावः निरूपितः. अधुना मम प्रश्नः अस्ति, एषा आधेयता या घटे अस्ति सा कीदृशी आधेयता? तस्य अवच्छेदकं किम् अस्ति? समवायसम्बन्धः. समवायसम्बन्धः. हा, बुद्धं वा राजेन्द्र महोदय? आम् आं भगिनि, मम चित्रं कुत्रापि गतं, तथैव न उक्त्वा. अस्तु, इदानीमपि नास्ति अथवा अस्ति वा? आमाम् अस्ति, अस्ति. इदानीम् अस्ति चेत् अस्तु अस्तु. तर्हि आधेयता आधेयतायाः अवच्छेदकधर्मः अपि अस्ति, अवच्छेदकसम्बन्धः अपि अस्ति किल. इदानीं तस्य विवरणं करोतु कृपया, प्रथमतया बृहद्वाक्यम् उक्त्वा तदनन्तरं तद् लघुवाक्यं. घटः घटनिष्ठसमवायसम्बन्धः निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेद्यतावती आधेयता. हा उत्तमम्. अस्तु, इदानीं तत् सर्वं निष्ठावति सर्वं निष्कास्य लघुवाक्यं वक्तुमिच्छति चेत् कथं भवति? घटनिष्ठसमवायसम्बन्धः अविच्छिन्न आधेयता आश्रय घटः. हा सम्यक्. तर्हि मुख्य अंशः अस्ति समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता, तस्य स्थाने समवायसम्बन्धावच्छिन्न आधेयता इति वक्तव्यम्. अपि च यथा महोदयेन उक्तं, समवाय तु घटे अस्ति, तर्हि घटनिष्ठसमवायसम्बन्धावच्छिन्न आधेयता इति अपि वक्तुं शक्नुमः. अस्तु, तर्हि भगिनी एकः प्रश्नः अस्ति. समवायसम्बन्धस्य धर्मः इत्युक्ते समवायसम्बन्धत्वम् इति वदामः वा? धर्मः वा, प्रायः तथैव भवति. अस्तु अस्तु, समवायत्वम् इति. अस्तु अस्तु, तर्हि रत्ना भगिनी एव वदतु इदानीम् आधेयता घटत्वं तयोः मध्ये. हा, घटनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता अथवा घटत्वावच्छिन्न आधेयता इति उभावपि समानमेव वाक्ये इति. स्पष्टमस्ति वा सर्वेषां मनसि? भगिनी, यदा सम्बन्धविषये वदामः तत् सम्बन्धे अपि धर्मः अस्ति वा? समवाये, हा सत्यम्, अधुना अधुना सम्बन्धः यः अस्ति तस्मिन् अवच्छेदकता अस्ति, किन्तु सः अवच्छेदकधर्मः इति न वक्तुं शक्नुमः. एषः सम्बन्धः अवच्छेदकः अवच्छेदकसम्बन्धः अस्ति इत्येव वक्तुं शक्नुमः. अस्तु, अत्र अत्र वक्तव्यम् अस्ति यत् महोदयेन उक्तम्, अवच्छेदकः सम्बन्धः कः घटत्वं? क्षम्यतां क्षम्यताम्, अवच्छेदकधर्मः कः घटत्वं? घटत्वम्. अवच्छेदकसम्बन्धः अस्ति समवायसम्बन्धः. हा, अत्र अवच्छेदकधर्मस्य एका एका परिभाषा अस्ति न्यायशास्त्रे, इत्युक्ते वन् स्पेसिफिक् मीनिङ्ग्, अवच्छेदकधर्मः यद्यपि अत्र समवायसम्बन्धः अपि अवच्छेदनं करोति, तथापि समवायस्य अवच्छेदकधर्मः इति न वक्तुं शक्नुमः. अत्र पश्यन्ति चेत् तत्र घटः भूतले अस्ति, तत्रापि घटत्वम् इति धर्मः अस्ति. घटः कपाले अस्ति, तत्रापि घटत्वम् इति धर्मः अस्ति. अधुना घटत्वं ज्ञाने अस्ति, तर्हि तत्रापि घटत्वम् अस्ति. तर्हि घटत्वस्वीकारेण अत्र आधेयताभेदं स्थापयितुं शक्नुमः वा न वा? आम्, घटनिष्ठघटत्वम् अवच्छिन्न आधेयता. हा, प्रथमे उदाहरणे घटः भूतले आसीत् खलु, घटः यदा भूतले आसीत् तत्रापि धर्मः अस्ति, अवच्छेदकधर्मः अस्ति घटत्वम् इति खलु. द्वितीये उदाहरणे सम्बन्धेन एव वयं भिन्नता प्रदर्शयितुं शक्नुमः. सत्यं, यदा एकः एव पदार्थः बहुत्र भवति तदा घटत्व इति अवच्छेदकधर्मः एव, किन्तु घटत्वेन भेदस्थापनम् अशक्यम्. तर्हि इदानीं प्रश्नः उदेति, अवच्छेदकधर्मस्य तर्हि कार्यं किम् इति, किल? अवच्छेदकधर्मः अत्र भेदस्थापनं तु न कर्तुं शक्नोति, यतोहि अत्र पूर्वम् अस्माभिः दृष्टमासीत् उदाहरणे क्षीरम् अपि च पात्रं, तत्र बृहद् पात्रे स्थापितं क्षीरम् अपि च लघुपात्रे स्थापितं क्षीरं, तयोः मध्ये पात्रमेव अवच्छेदकम् आसीत्. अस्तु, अत्र तथा अवच्छेदकधर्मः अत्र अस्ति घटत्वम् इत्येव, किन्तु घटत्वेन भेदस्थापनं न भवति, यतोहि सः एव घटः भूतले अस्ति तत्रापि घटत्वं, सः एव घटः कपाले अस्ति तत्रापि घटत्वं. तर्हि घटत्वेन आधेयता यद्यपि भिन्नभिन्ना अस्ति तथापि भेदस्थापनम् अशक्यं भवति केवलं घटत्वेन, तथापि घटत्वम् एव अवच्छेदकधर्मः इति उच्यते. तद् किमर्थम् इत्युक्ते, हा वदतु महोदय. तत्रापि आधेयता अवच्छेद एव. सत्यम्. अस्तु, हा तत्रापि आधेयता, अधुना आधेयतायाः विषये चर्चा जायमाना अस्ति, तदर्थम् आधेयता इति वदामि. किन्तु यत्र प्रतियोगिता भवति, चिन्तयतु घटाभावः भिन्नभिन्नस्थले अस्ति, तदा घटे प्रतियोगिता वर्तते. अस्तु, यद्यपि तदापि घटत्व इत्येव अवच्छेदकधर्मः भवति. तर्हि अवच्छेदकधर्मः इत्युक्ते अन्यून अनतिरिक्तवृत्तिः धर्मः इति उच्यते. नाम अन्यून इत्युक्ते यत्र यत्र घटः अस्ति तत्र तत्र घटत्वावच्छिन्न आधेयता भवेत् इति वदति अवच्छेदकधर्मः. घटत्वम् इति अवच्छेदकधर्मः अस्ति, सः धर्मः वदति यत् यत्र यत्र घटः अस्ति तत्र तत्र घटत्वावच्छिन्न आधेयता भवेत् अथवा घटत्वावच्छिन्न प्रतियोगिता भवेत्. यत्र यत्र घटः नास्ति तत्र तत्र घटत्वावच्छिन्न आधेयता अथवा घटत्वावच्छिन्न प्रतियोगिता न भवेत् इत्येव वदति अवच्छेदकधर्मः. अस्तु, किन्तु एतेन धर्मेण, एतेन अवच्छेदकधर्मेण सर्वदा भेदस्थापनं भवति इति न कोऽपि नियमः. केवलम् एवं वदति अवच्छेदकधर्मः, यत्र यत्र तादृशः धर्मः घटत्वं वा पटत्वं वा यत्किमपि भवति तत्र तत्र तेन अवच्छिन्ना आधेयता वा प्रतियोगिता वा यत्किमपि तदपि भवति इति वदति अवच्छेदकधर्मः. केवलं नियमं स्थापयति कुत्र भवति आधेयता, कुत्र भवति प्रतियोगिता, कुत्र भवति तादृशी आधेयता, तादृशी प्रतियोगिता इति नियमं स्थापयति. तर्हि अवच्छेदकधर्मः नियामकधर्मः अस्ति, केवलं नियमं स्थापनार्थं, नियमस्थापनार्थं, भेदस्थापनार्थं सर्वदा न उपयुज्यते इति अवच्छेदकधर्मः. पुनः वदतु भगिनि. अन्यून अन्यून अनतिरिक्तवृत्तिः धर्मः. अन्यून वा अन्योन वा? अन्यून अन्यून अनतिरिक्तवृत्तिः. नाम आङ्ग्लभाषायां वदामि चेत् केवलम् असोसियेशन् करोति घटत्व यत्र अस्ति, वेर् देर् इस् घटत्वं देर् इस् घटत्वावच्छिन्न अधेयता इति असोसियेशन् करोति. तादृशः धर्मः एव अवच्छेदकधर्मः. अस्तु, अवच्छेदकधर्मेण सर्वदा भेदस्थापनम् अशक्यम्. अत्रैव पश्यन्तु, अत्र घटः भूतले अस्ति, तत्र घटत्वम् अवच्छेदकधर्मः. घटः कपाले अस्ति, तत्रापि घटत्वमेव अवच्छेदकधर्मः. तर्हि तेन अवच्छेदकधर्मेण घटत्वनिष्ठ अधेयतायाः भेदस्थापनम् अशक्यं खलु. पूर्वम् अस्माभिः दृष्टं प्रतियोगिता अभावस्थले घटनिष्ठ क्षम्यतां घटत्वावच्छिन्नप्रतियोगिता, पटत्वावच्छिन्नप्रतियोगिता इति सर्वं दृष्टम् अस्माभिः, किल स्मर्यते वा? यत्र घटाभावः अस्ति तत्र अभावस्य प्रतियोगिता घटे वर्तते, तदा घटत्वावच्छिन्नप्रतियोगिता. अपि च यत्र पटाभावः अस्ति तत्र पटत्वावच्छिन्नप्रतियोगिता पटे वर्तते, तत्र अवच्छेदकधर्मः इति उक्तम्. किन्तु अवच्छेदकधर्मः सर्वदा भेदस्थापनाय न, केवलम् इदं वक्तव्यं यत् यत्र यत्र तादृशी प्रतियोगिता भवति तत्र घटत्वं वा पटत्वं वा अन्यत् किमपि धर्मः अपि भवति इति वदनार्थमेव अवच्छेदकधर्मः. नाम अवच्छेदकधर्मः नियामकधर्मः, न तु सर्वदा भेदकधर्मः इति. अपि च या अवच्छेद्या भवति, आधेयता वा प्रतियोगिता वा यत्किमपि भवतु, सः अवच्छेद्यः नियम्यः भवति. अवच्छेदकः नियामकधर्मः भवति, अवच्छेद्यः नियम्यः भवति. अत्र प्रश्नः अस्ति वा? एकः किञ्चित् अर्थसम्बन्धप्रश्नः अस्ति भगिनि. अन्यूनवृत्ति, न्यून इत्युक्ते लेस्, अन्यून इत्युक्ते यत्र उदाहरणार्थं यत्र घटः अस्ति तथा. अन्यून इत्युक्ते न्यूनेषु न इति, तावदेव. इत्युक्ते घटः इति एकं पदार्थं स्वीकुर्मश्चेत् घटत्वं सर्वेषु घटेषु भवति किल. आम्, एकस्मिन् घटे भवति अपरस्मिन् घटे न भवति इति तु न. आम्, घटत्वं सर्वेषु घटेषु भवेत्. पटम् इति पटः इति स्वीकुर्मश्चेत् पटत्वं सर्वेषु पटेषु भवति. हा, तादृशः धर्मः अन्यूनवृत्तिः. अन्यूनवृत्तिः एकस्मिन् जातौ जात्यां सर्वत्र वर्तते इति अन्यूनवृत्तिः इति प्रश्नः वा भगिनि? आम् आम्. अस्तु. अपि च अनतिरिक्त इत्युक्ते घटत्वं घटे भवतु, चिन्ता नास्ति, किन्तु तादृशः धर्मः घटत्वं नाम धर्मः पटे न भवतु इत्येव. अस्तु अस्तु अस्तु, तदस्ति अनतिरिक्त. लक्षणसन्दर्भे यद्वयं कृतवन्तः अव्याप्ति अतिव्याप्तिदोषरहित इति स्मर्यते वा? आम्, शास्त्रपदार्थ सत्यं. किञ्चित् तथैव अस्ति, एषः धर्मः अन्यूनवृत्तिः अनतिरिक्तवृत्तिः. प्रथमतया, अपि च एषः धर्मः असोसियेशन् करोति तावदेव. यत्र घटत्वं तत्र घटत्वावच्छिन्न अधेयता, तत्र घटत्वावच्छिन्न प्रतियोगिता. यत्र पटत्वं तत्र पटत्वावच्छिन्न अधेयता अथवा पटत्वावच्छिन्न प्रतियोगिता किमपि. यत्र यत्र तत्र तत्र इति असोसियेशन् करोति. भगिनी, अत्र वृत्तिः इत्युक्ते धर्मः इति वा अथवा? न न न, वृत्तिः इत्युक्ते वर्तते इति तावदेव. अस्तु अस्तु, इत्येव अस्ति. एषः एकः धर्मः अस्ति. कीदृशः धर्मः? अन्योन वृत्तिः अपि च अनतिरिक्तवृत्तिः धर्मः इति अवच्छेदकधर्मः. अवच्छेदकधर्मेण न सर्वदा भेदस्थापनं भवति इति कृत्वा अधुना सम्बन्धस्य आवश्यकता जाता. प्रथमे उदाहरणे संयोगसम्बन्धस्य अवच्छेदकत्वेन उपयोगं जातम्. अनन्तरं समवायसम्बन्धः अवच्छेदकम् अभवत्. पञ्चमे चित्रे अजितमहोदय अस्ति वा? आं भगिनि. पञ्चमे चित्रे आधेयता इति अस्ति किल, आधेयतायाः अवच्छेदकधर्मः कः? घटनिष्ठ आधेयता अस्ति, तस्य अवच्छेदकधर्मः कः? करपत्रम् उद्घाटितं किम्? विषयितासम्बन्ध अवच्छिन्न इति वा? सत्यं. तर्हि अत्र आधेयता अवच्छेद्या अस्ति किल, घटनिष्ठ आधेयता. घटनिष्ठ आधेयता घटनिष्ठा आधेयतावती अवच्छेद्यता निरूपित. न न न, एकनिमिषं महोदय. अत्र एतावता उक्तं घटनिष्ठ आधेयता अस्ति. अस्तु, घटनिष्ठ आधेयतायाः अवच्छेदकधर्मः कः? घटनिष्ठ आधेयताः अवच्छेदक धर्मः विषयितः धर्मः अवच्छेदकधर्मः कः अस्मिन् चित्रे? विषयितासम्बन्धः. विषयितासम्बन्धः अस्ति, अवच्छेदकसम्बन्धः. धर्मः घटत्वं. हा, अवच्छेदकधर्मः घटत्वं. यतोहि घटत्वं वदति घटनिष्ठ आधेयता अस्ति, यत्र तत्र तत्र घटत्वम् अस्ति. यत्र यत्र घटत्वम् अस्ति तत्र तत्र घटनिष्ठ आधेयता भवेत्. यत्र यत्र घटत्वम् अस्ति तत्र तत्र घटनिष्ठप्रतियोगिता वा भवेत् इति वदति इत्यतः घटत्वम् अस्ति अवच्छेदकधर्मः. अवच्छेदकसम्बन्धः कः? अवच्छेदकसम्बन्धः विषयितासम्बन्धः. हा, किमर्थं विषयितासम्बन्धः अस्ति अत्र? किमर्थम् इत्युक्ते ज्ञानं घटयो मध्ये सम्बन्धः विषयितासम्बन्धः. हा, बहु सम्यक् अस्ति महोदय. ज्ञानम् अस्ति, ज्ञाने घटः अस्ति. ज्ञाने केन सम्बन्धेन अस्ति घटः? विषयितासम्बन्धेन अस्ति. सत्यं, विषयितासम्बन्धेन. बहु सम्यक्. तर्हि ज्ञाने अधिकरणता अस्ति, घटे आधेयता अस्ति, अपि च घटः ज्ञाने विषयितासम्बन्धेन अस्ति इत्यतः विषयितासम्बन्धः घटस्य आधेयतायाः अवच्छेदकसम्बन्धः किल? आम्. हा, तर्हि इदानीं चित्रे यद् प्रदर्शितं तस्य किञ्चित् विवरणं दीयताम्. निष्ठा, निरूपित इत्यादिकम् उपयुज्य. घटनिष्ठा विषयितासम्बन्धः अवच्छिन्ना आधेयता आश्रयः घटः इति एकः सम्बन्धः. अथवा ज्ञाननिष्ठा अधिकरणता निरूपित आधेयतावच्छिन्न विषयतासम्बन्धाश्रयः घटः। महोदय, अत्र आधेयतावच्छिन्न इति वक्तुमेव न शक्नुमः किल, किमर्थं चेत् किमर्थमिति वदतु भवान् एव। तत्र आधेयता विषयतासम्बन्धः अधेयत विषयतासम्बन्धः अवच्छिन्न अधेयतः सम्यक्, किन्तु आधेयतावच्छिन्न विषयतासम्बन्धः न भवेत्। न भवेत्, किमर्थं? विषयतासम्बन्धः किम् अस्ति अत्र? विषयतासम्बन्धः अवच्छेदकः अस्ति वा अवच्छेद्या अस्ति वा? विषयतासम्बन्धः अवच्छेदकः। आधेयता अवच्छेद्यम्। अवच्छेद्या, सम्यक्, अस्तु। तथैव घटत्वम् इति अवच्छेदकः अस्ति वा अथवा अवच्छेद्या अस्ति वा? घटत्वं घटत्वम् इति अवच्छेदकः अस्ति वा अथवा अवच्छेद्या अस्ति वा इति पृष्टवती। घटत्वम् अवच्छेदकः। पुनः अवच्छेद्या का अत्र? अवच्छेद्या आधेयता। आधेयता, तर्हि घटत्वेन अवच्छिन्ना भवति आधेयता अथवा विषयितासम्बन्धेन अवच्छिन्ना भवति आधेयता। विपरीतदिशि आधेयतावच्छिन्ना इति वक्तुमेव न शक्नुमः। सत्यं अवगतं, सत्यं खलु? अस्तु, तर्हि एवम् एकम् अभ्यासं करोतु कृपया। विषयिता इत्यस्मात् आरभ्य निष्ठा, निरूपित सर्वम् उपयुज्य आधेयतायाः वर्णनं भवतु। विषयितासम्बन्धः निष्ठा अवच्छेदकता निरूपित अवच्छेद्यतावति आधेयता। सम्यक्, सम्यक्, तर्हि आश्रयः आधेयताश्रयः घटः, सत्यम्। इदानीं तद्बृहद्वाक्यं विषयिता निष्ठा अवच्छेदकता निरूपिता अवच्छेद्यतावती आधेयता, तत् सर्वं केवलम् अवच्छिन्ना उपयुज्य वदतु। विषयितासम्बन्ध अवच्छिन्ना अधेयतः अधेयता आश्रयः घटः। घटः, सम्यक्, तथैव घटत्वम् उपयुज्य कृपया वदति वा? घटत्वम् अवच्छिन्ना अधेयता आश्रयः घटः। घटत्वावच्छिन्न अधेयताश्रयः घटः, अस्तु। बृहद्वाक्यं घटत्वं निष्ठा अवच्छेदकता निरूपित अवच्छेद्यतावति आधेयताश्रयः घटः। घटः इत्येव अस्ति, अत्र मुख्यः विषयः अस्ति यत् घटत्वम् इति अवच्छेदकधर्मः, विषयिता अवच्छेदकसम्बन्धः, अपि च आधेयता अवच्छेद्या भवति इत्येव अस्ति। अस्तु, अग्रिम उदाहरणं कः करोति? सरला भगिनी करोति वा? अखिला भगिनी गतवती अस्ति इति चिन्तयामि। अस्तु, सरला भगिनी करोति किम्? ओके, घटभूतले एव ओके, भूतलनिष्ठ अधिकरणता प्रथमतया तत् पठतु, उपरि यद् लिखितम् अस्ति। घटसंयोगसम्बन्धेन भूतले अस्ति अवच्छेदकधर्म अवच्छेदकसम्बन्धश्च अवच्छिन्ना निष्ठा अवच्छेदकता निरूपिता। भगिनी षष्ठं चित्रं पश्यन्ती अस्ति खलु? न, वयं तु किञ्चित् अग्रे स्मः। षष्ठं चित्रं, षष्ठं ओके, घटभूतले नास्ति इति अत्यन्ताभाव अवच्छेदकधर्म घटत्वम् अवच्छेदकसम्बन्धसंयोगसम्बन्ध। अत्र किञ्चित् विषयान्तरं जातम्, अस्तु। वयं प्रारम्भे आधेयतायाः अवच्छेदकतायाः विषये आधेयतायाः अवच्छेद्यता कथं भवति इति सर्वं वयं दृष्टवन्तः. तत्र किञ्चित् भिन्नमस्ति, प्रतियोगिता अपि तथा एव भवति. यथा आधेयतायाः भेदस्थापनार्थं सम्बन्धस्य उपयोगं कृतं, तथैव प्रतियोगितायाः अपि तथैव भवति. अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः. अधुना सरला भगिनी, प्रतियोगिता इत्युक्ते किम्? प्रतियोगिता इत्युक्ते घटाभावविरोध. हा, सम्यक्. अभावस्य विरोधिनी एव प्रतियोगिता. प्रतियोगिता अनियोगिता घटाभावः अस्ति, तत् अनियोगिता. सत्यं, घटाभावे अनुयोगिता अस्ति, घटे प्रतियोगिता अस्ति. अस्तु, सर्वम् उच्यताम् इदानीम्. ओके, घटाभावनिष्ठा अनियोगिता निरूपित घटनिष्ठा आधेयता निरूपित अवच्छेद्यता. पुनः वदतु भगिनि, घटनिष्ठ संयोगसम्बन्ध अनुयोगिता, रैट्? घटाभावनियोगिता. अस्तु, ओके, अस्तु, ततः आरभ्य वा. अस्तु, घटाभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठ आधेयता घटनिष्ठ प्रतियोगिता. ओ, प्रति मम चित्रं नास्ति. किम्? आधेयता घट इस् नाट् रिटन् दे. क्लिक् करोतु, पूर्णचित्रम् आवश्यकम्. पूर्ण न, प्रायः परिष्कृतं स्यात्. अधौ घट अस्ति, मध्यमे आधेयता अस्ति, उपरि अवच्छेद्यता अस्ति, रैट्? सत्यं, किन्तु मध्ये अग्रे गच्छति चेत् लिखितमस्ति. अस्तु, तर्हि माला भगिनी पश्यति चेत्, सरला भगिनी, इट्स् नम्बर् सिक्स्, पिक्चर् नम्बर् सिक्स्. प्रायः पुरातनकरपत्रं स्यात्, अहं न जानामि. प्रायः परिष्कृत्य आरोपितं स्यात्. तर्हि अस्तु, माला भगिनी एव पठति वा? आम्. घटाभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठ प्रतियोगिता. अस्तु, लघुवाक्यं घटा तद् प्रतियोगितायाः वर्णनम् अवच्छेदकसम्बन्धेन. प्रतियोगितायाः वर्णनं घटनिष्ठसंयोगसम्बन्धावच्छिन्न प्रतियोगिता. नो चेत्, अथवा नो चेत् बृहद्वाक्यं कथं भवति? घटनिष्ठसंयोगसम्बन्धनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती प्रतियोगिता. अस्तु, इति प्रतियोगितायाः वर्णनं. रत्ना भगिनी, घटत्वम् उपयुज्य पुनः अभ्यासं कारयति वा? घटत्वम् उपयुज्य प्रतियोगिता इति निरूपणं. सत्यम्. अस्तु, घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता, अथवा घटत्वावच्छिन्न प्रतियोगिता. प्रतियोगिता, यथा सत्यं, यथा अधेयतायाः वर्णनं जातं तथैव प्रतियोगितायाः वर्णनं. सरला भगिनी प्राप्तवती किं चित्रं? पूर्णं नास्ति भगिनि. भगिनि, हा, न न, अत्र जस्ट् क्लारिफैङ्ग्, ईमेल् मध्ये प्रेषितम् आसीत् महोदयेन, अद्य लिङ्क् प्रेषितम् आसीत्. सत्यं, तदेव पश्यन्ति अस्ति. तदेव किल, सर्वे तदेव पश्यन्तः स्मः खलु वयं? अहं यदा सेल्फोन् मध्ये पश्यामि तत्र कट् अस्ति. परन्तु तत्र क्लिक् कुर्मः चेत् पूर्णचित्रम् उद्घाटयति. ओ अस्तु अस्तु, अहं सङ्गणके पश्यामि, अपि च अहं सायङ्काले एव उद्घाटितवती तद् लिङ्क्. आमां गृहमागत्य तर्हि प्रायः महोदयेन इतोपि चित्राणि अत्र योजितानि इति चिन्तयामि. सः PDF रूपेण अपि प्रेषितवान्. तत्र वेब्सैट् मध्ये अस्ति, अधोभागे अस्ति सरला भगिनी PDF. सत्यं, तत्र वेब्सैट् मध्ये गत्वा प्रायः रिफ्रेश् करोतु अथवा PDF डौन्लोड् करोति चेत् पूर्णं लभ्येत इति चिन्तयामि. आम् अस्तु, तर्हि अग्रे सरेम. सन्ध्या भगिनी अग्रिमं चित्रं पठति वा? पटः भूतले नास्ति इति अत्यन्ताभावः. अवच्छेदकधर्मः पटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः. तर्हि पटनिष्ठसंयोगसम्बन्धनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती प्रतियोगिता. लघुवाक्यमस्ति पटनिष्ठसंयोगसम्बन्धावच्छिन्ना प्रतियोगिता. बहु सम्यक् इति अवच्छेदकसम्बन्धस्य उपयोगेन उक्तं. रागिणी भगिनी इदानीम् अवच्छेदकधर्मस्य उपयोगं कृत्वा कृपया वदतु. क्षम्यतां महोदय, मम ई पत्रमेव न उद्घाटितम् अत्र. निहारिका भगिनी अपि अद्य न वदति इति. अस्तु, विद्याशङ्कर महोदय कृपया अग्रे. कस्मिन् चित्रे स्मः वयं? सप्तमं वा षष्ठं वा? सप्तमे चित्रे. पटनिष्ठ तत्र वा? हा हा हा, सत्यं सत्यं. पटनिष्ठा संयोगसम्बन्धः अवच्छिन्न प्रतियोगिता आश्रयः पटः. अस्तु, हा तदभवत्. इदानीम् अवच्छेदकधर्मस्य उपयोगं करोतु. धर्मस्य पटत्वनिष्ठा अवच्छेदकता निरूपिता अवच्छेद्यतावती प्रतियोगिता इति बृहद्वाक्यं. लघुवाक्येन पटनिष्ठा पटत्व अवच्छिन्ना प्रतियोगिता. सत्यं, पटनिष्ठा पटत्व अवच्छिन्ना प्रतियोगिता इति सम्यक् अस्ति. तर्हि अग्रिमचित्रं राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. अत्र प्रथमतया वदतु अवच्छेदकसम्बन्धः कः, धर्मः कः इति. अष्टं चित्रं वा? अष्टमे चित्रे सत्यम्. अवच्छेदकधर्मः कः? कालिकसम्बन्धः अवच्छेदकधर्मः न, कालिकसम्बन्धः अवच्छेदकसम्बन्धः अस्ति. आमामां, घटत्वं घटत्वम् अवच्छेदकधर्मः अस्ति, कालिकसम्बन्धः अवच्छेदकसम्बन्धः अस्ति. किमर्थं कालिकसम्बन्धः इति उक्तं? घटः कुत्र अस्ति? किञ्चित् एक्स्क्यूस् वदामि, आरात्रौ किमपि ग्राण्ट् कार्यम् आसीत्, तथा 36 hours तत्रैव आसम्, तत् कारणात् किञ्चित् फोकस् न अस्मि. अस्तु अस्तु, नास्ति चिन्ता महोदय, केवलं पृष्टवती तावदेव. प्रयत्नं करोमि, तदापि प्रयत्नं तु करोमि. मया पृष्टं कालिकसम्बन्धः किमर्थम् अत्र, घटः कुत्र अस्ति? घटः तु अधः अस्ति, घटः अधिकरण अस्ति, अधिकरणता अस्ति घटे. एकनिमिषः, अत्र महाकालः इति प्रदर्शितं, पश्यति वा? आमामां. हा, तर्हि महाकाले किम् अस्ति? महाकाले अधिकरणता अस्ति. अधिकरणता अस्ति, तर्हि अधिकरणम् इति किम् अस्ति अत्र? महाकालः खलु. हा, घटः इदानीं घटे किम् अस्ति? घटः अधिकरणम् अस्ति. न, महाकालः अधिकरणम् इति उक्तं भवता, घटे किमस्ति? घटे आधेयता अस्ति. तर्हि घटः आधेयः महाकालः अधिकरणम् बुद्धं वा? महाकाले घटः अस्ति, यथा यज्ञदत्तः आसन्दे अस्ति, आसन्दः अधिकरणं, यज्ञदत्तः आधेयः, तथैव घटः महाकाले वर्तते. घटे आधेयता अस्ति. हा, घटे आधेयता अस्ति, महाकाले अधिकरणता अस्ति. अस्तु, घटः महाकाले केन सम्बन्धेन भवति? महाकालनिष्ठ अधिकरणता, निरूपित आधेयता, आश्रय आधेयतावति घटः. अस्तु, तत् समीचीनं. घट महाकाल तयोः मध्ये सम्बन्धः कः? महाकालः तु अधिकरणम् अस्ति, घटः आधेय अस्ति. हा, सत्यं, किन्तु यथा घटः, हा, कालिकसम्बन्धः, यथा घटः भूतले संयोगसम्बन्धेन वर्तते, घटः कपाले समवायसम्बन्धेन वर्तते, तथा घटः महाकाले कालिकसम्बन्धेन वर्तते. बुद्धं वा? तर्हि कालिकसम्बन्धः अवच्छेदकसम्बन्धः आदेयतायाः. इदानीं प्रयत्नं करोति किं कालिकसम्बन्धनिष्ठा सर्वं वक्तुं? घटनिष्ठ कालिकसम्बन्धः अवच्छिन्न आधेयता, निरूपित अधिकरणता, आश्रय महाकालः. हा, बहु सम्यक्. कालिकसम्बन्धावच्छिन्न आधेयता. इदानीं बृहत् वाक्यं वदतु कालिकसम्बन्धनिष्ठ सर्वं. घटनिष्ठ कालिकसम्बन्धनिष्ठ अवच्छेदकता, निरूपित अवच्छेद्यता वती, अवच्छेद्यतावती आधेयता, निरूपित अधिकरणता, आश्रय महाकालः. इत्येव अस्ति. आधेयता घटस्य कीदृशी, कालिकसम्बन्धावच्छिन्ना अस्ति इति एव प्रदर्शितम् अत्र. अस्तु, अग्रे वर्धिनी भगिनी, अष्टमे चित्रे अवच्छेदकधर्मः कः? अवच्छेदकधर्मः चित्रं पश्यति वा? अवच्छेदकता घटत्वं. हा, चित्रं अस्तु, घटत्वम् इति अस्ति अवच्छेदकधर्मः. इदानीं वाक्यरूपेण वदतु अवच्छेद्यता आधेयता कीदृशी इति. घटनिष्ठ अवच्छेदकता निरूपित. घटनिष्ठ अवच्छेद कालिकसम्बन्ध अस्तु. अर्चितमहोदय प्रयत्नं करोति किम्? घटत्वनिष्ठ केन पश्यति, केन दृश्यते चित्रं? कालिकसम्बन्धः धर्मः इति अविच्छेदकधर्मः कः तत्र? हा, घटत्वं अवच्छेदकता निरूपित. हा, अवच्छेद्यता वति. हा, आधेयता आधेयता आधेयताश्रयः घटः. हा, बहु सम्यक् भगिनि. तथैव लघुवाक्यं वदतु अवच्छिन्न उपयुज्य. घटत्वा अवच्छिन्न आधेयतानिष्ठ घटः. घटः इति एव अभ्यासः भवतु गृहे. सर्वाणि चित्राणि उपयुज्य कृपया वारं वारं वाक्यानि उक्त्वा अथवा लिखित्वा कृपया अभ्यासं कुर्वन्तु. सर्वं स्पष्टतया प्रदर्शितम् अत्र. एरो मार्क्स्, कथं कुत्र गन्तव्यम्, उपरि गन्तव्यं वा अधो गन्तव्यं वा, उपरि गमनार्थं कस्य पदस्य प्रयोगः, सर्वं प्रदर्शितं. कृपया गृहे उद्घाट्य अभ्यासं कुर्वन्तु. अस्तु, इति आसीत् अवच्छेदकधर्मः अपि च अवच्छेदकसम्बन्धस्य प्रयोगेन आधेयतायाः विवरणम्। अग्रे अग्रिमपरिच्छेदं प्रायः पठित्वा अत्र समापयामः। माला भगिनी पठति वा? अत्र च तत्रतः न, पूर्वभागे पूर्वभागे घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः, परन्तु इह एक एव घटः सर्वत्र वर्तते इति आधेयता अवच्छेदकत्वम् आदाय आधेयत्वानां भेदं न साधयितुं प्रभवामः। कुतः घटत्वमपि खलु अवच्छेदकम् एकम्, अतः सर्वा आधेयताः घटत्वावच्छिन्नाः, अतः न तेन भेदसिद्धिः। अस्तु, वदतु भगिनि। पूर्वभागे इत्युक्ते पूर्वतने, पूर्वभागे इति यत्र उक्तं तत्र घटत्वनिष्ठप्रतियोगिता पटत्वनिष्ठप्रतियोगिता तत्तु अभावस्य विषयः आसीत्। आम् आम्। तत्र वयं तत्र घटत्वपटत्वयोः घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगिता इति उपयोगम् आसीत्। अत्र घटः सर्वत्र आधेयता, घटे एव आधेयता अस्ति सर्वत्र, अतः घटत्वम् उपयुज्य भेदं साधयितुं न शक्नुमः। घटत्वम् एव अवच्छेदकं सर्वत्र, अतः भेदसिद्धिः न भवति इति उक्तमस्ति। अतः सर्वाः आधेयताः घटत्वाचिन्ना। आम्। अस्तु, यत्र यत्र घटत्वा तत्र तत्र घटत्वावचिन्ना आधेयता इति अवच्छेदकधर्मस्य कार्यं तावदेव, नियमस्थापनं नियमयति। कुत्र कुत्र घटत्वावच्छिन्नाधेयता भवति? यत्र यत्र घटत्वमस्ति इति नियमस्थापनम् अवच्छेदकस्य कार्यम्, अवच्छेदकधर्मस्य। तदर्थं तादृशः अवच्छेदकधर्मः न भवितुमर्हति। तादृशः अवच्छेदकधर्मः भेदसिद्धये उपयोगः तस्य न भवति इति उक्तम्। अवच्छेदकधर्मस्य प्रमुखकार्यमस्ति केवलं स्थापनं, केवलं नियमयितुं कुत्र कुत्र घटत्वावच्छिन्नाः प्रतियोगिताः अथवा आधेयताः भवति इति नियमस्थापनम् एव अवच्छेदकधर्मस्य प्रमुखकार्यम्। गौणरूपेण भेदस्थापनार्थम् उपयोगं कर्तुं शक्नुमः। यत्र घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगिता आसीत् तत्र तस्य उपयोगं भेदस्थापनार्थमपि भवितुमर्हति, किन्तु अत्र नास्ति तथा। अत्र सम्बन्धस्य आवश्यकता भवेत्, यतोहि घटत्वः घटत्वम् इति एकः एव अस्ति, अपि च घटः एव आधेयः अस्ति। बुद्धं वा भगिनि? गौण इत्युक्ते किं? प्रमुख इत्युक्ते मेन् टास्क्, प्रमुखकार्यं। गौण इत्युक्ते नाट् सो इम्पार्टेण्ट् इति। ओहो, नाट् सो इम्पार्टेण्ट् इति अपि न, किन्तु सेकेण्डरि। गौण अथवा गौण? गौण, गौण। महाप्राण घ वा? न न न न, अल्पप्राण, अल्पप्राण। धन्यवाद। गौण। रत्ना भगिन्याः प्रश्नः आसीत् वा? हा, तदेव आसीत् भगिनि, गौण इत्युक्ते अर्थः कः इति इदानीम् अवगच्छामि। तर्हि अवच्छेदकधर्मस्य प्रमुखकार्यं किम्? अवच्छेदकधर्मस्य प्रमुखकार्यमस्ति नियमस्थापनम्। इत्युक्ते यत्र यत्र यत्र धर्मः अस्ति, इत्युक्ते घटत्वम् अथवा पटत्वं, तेन अवच्छेदनकार्यं भवति वा न वा इति नियमस्थापनं स्थापनार्थम्। तथा न, यत्र यत्र घटत्वं तत्र तत्र घटत्वाचिन् अवचिन्न प्रतियोगिता, यत्र यत्र घटत्वं तत्र तत्र घटत्वावच्छिन्न आधेयत इति नियमस्थापनं. यत्र यत्र घटत्वं तत्र पटत्वावच्छिन्न आधेयत न भवेत् इति एव वदति अवच्छेदकधर्मः. कदाचित् तस्य धर्मस्य उपयोगं भवति भेदस्थापनाय अपि, किन्तु तस्य प्रमुखकार्यम् अस्ति नियमस्थापनं. नियामकधर्मः अस्ति, अपि च प्रतियोगिता वा अधेयता वा तेन अवच्छेद्यः भवति चेत् सः नियम्यः भवति. यत्र यत्र घटः अस्ति तत्र तत्र घटत्वम् एकः एव अस्ति किल? सत्यं, तदर्थमेव इदानीं घटत्वम् उपयुज्य आधेयतायाः भेदस्थापनम् अशक्यम् अभवत् खलु. घटत्वमिति तत् सरलरीत्या उक्तमस्ति. यत्र यत्र घट एकः एव, तदर्थं घटं घटत्वम् उपयुज्य भिन्नत्वं न साधयितुं शक्नुमः, तावत् किल? सत्यम्. आधेयता तु भिन्नाः आधेयताः, किन्तु घटत्वम् उपयुज्य स्थापनं तासां भेदस्थापनम् अशक्यम् इत्येव उक्तमस्ति अत्र. अस्तु, अग्रे रत्ना भगिनी पठति वा अग्रिमपरिच्छेदम्? हा, अत्र च तत्. हा, अस्तु. अत्र च समवायोपयोगः. समवायः कपालनिरूपिता आधेयता भिन्ना इति ज्ञापयति, अतः सः आधेयतावच्छेदकः. तेन अवच्छिन्ना अन्यत्वेन बोधिता आधेयता. तथा च पूर्ववत् समवायनिष्ठ अवच्छेदकता निरूपिता निरूपितावच्छेद्यतावती आधेयता. आधेयता निष्ठावच्छेद्यता निरूपिता अवच्छेदकतावान् समवायः इति परिष्कर्तव्यम्. इत्थमेव विषयितासम्बन्ध अवच्छिन्न घटनिष्ठ आधेयतानिरूपिता अधिकरणतावान् ज्ञानम्. कालिकसम्बन्ध अवच्छिन्न आधेयतानिरूपिता अधिकरणतावान् कालः. संयोगसम्बन्धावच्छिन्न आधेयतानिरूपिता अधिकरणतावान् भूतलम् इत्यमेव इत्येवं ज्ञातव्यम्. एतावता वयम् अभ्यासं कृतवन्तः. अवच्छेदक अवच्छेद्यः तयोः मध्ये कथं सम्बन्धं स्थापनीयः इत्यादिकम् अस्तु. तस्यैव अत्र इतोपि एकवारं विवरणं दीयते तावदेव. अस्तु, अयम् अपरोपि इति पठतु भगिनि. अयम् अपरः विशेषः यत् समवायादीनाम् अवच्छेदकत्वेन अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालान्त्वादिनिरूपिताः आधेयताः. ओ, कपालतन्त्वादिनिरूपिताः आधेयताः. ताः सर्वाः अपि समवायसम्बन्धिकावचिह्नाः इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा. अत्र किं बुद्धम्? अयम् अपरः विशेषः यत् समवायादीनाम् अवच्छेदकत्वे अपि प्रत्येकं कपाल अत्र अहं चिन्तयामि कपाले घटः समवायसम्बन्धेन वर्तते. पटः तन्तुषु समवायसम्बन्धेन वर्तते. अत्र सत्यं, यदि भवत्या यदा यद्भवत्या उक्तं तत् सत्यमेव. अस्तु, तत्र तर्हि आधेयता तत्र कीदृशी भवति? यदा समवायसम्बन्धः एव अवच्छेदकधर्म अवच्छेदकसम्बन्धः भवति तदा आधेयता उभयत्र कीदृशी भवति? आधेयता केन अवच्छिन्ना इति वा? केन सम्बन्धेन, केन सम्बन्धेन अवच्छिन्ना भवति? समवायसम्बन्धेन. हा, उभयत्र खलु? उभयत्र, आम्. घटकपालयोः मध्ये समवायः, अपि च घटे आधेयता अस्ति इति चेत्, अपि च पट तन्तोः मध्ये अपि समवायः, तर्हि पटे अपि एका आधेयता अस्ति, घटे अपि एका आधेयता अस्ति चेत् तत्र कथम् अधेयता केवलं समवायसम्बन्धेन एव अवच्छिन्ना भवति? तत्र भेदस्थापनम् अशक्यं खलु? तत्र किं कर्तव्यं? धर्मस्य उपयोगं पटत्वं घटत्वम् इति. सत्यम् इत्येव उक्तमस्ति तत्र. जातिधर्मवच्छेदकं भवति. किं? जातिधर्मघटत्वं पटत्वम् अवच्छेदकं भवति तत्र. हा, यदुक्तं भवत्या सत्यमेव. यत्र समवायः इत्येव एक सम्बन्धः समानः भवति तत्र अवच्छेदकधर्मः भेदस्थापनार्थम् उपयुज्यमानः भवति इति उक्तम्. अत्र पश्यन्तु, घटत्वपटत्व अवच्छेदकधर्मः अस्तु, अत्र भेदस्थापनार्थं तस्य उपयोगं कृतम्. किन्तु यत्र समानमासीत् धर्मः, तत्र भेदस्थापनाय न, भेदस्थापनाय न कृतं तस्य उपयोगः, केवलं नियमयितुं यत्र यत्र धर्मः तत्र तत्र अधेयता, तेन अवच्छिन्ना अधेयता, प्रतियोगिता इत्यादिकम् अस्ति इति प्रदर्शयितुम् अवच्छेदकधर्मः आसीत्. किन्तु अत्र यत्र समवायः इति सम्बन्धः एकः एव अस्ति उभयत्र, तत्र अवच्छेदकधर्मस्य उपयोगः भेदस्थापनार्थम् अपि भवति इति उच्यते इति अत्र अत्र सारांशः. बुद्धं वा? आम्. आम्, अत्र स्थगयामः, यतोहि शनिवासरे अपि अत्र पर्यन्तं कृतमासीत्. धन्यवादः. एकः प्रश्नः अस्ति एतस्मिन् विषये न, किन्तु समवायसम्बन्धस्य विषये. अत्र शनिवासरे महोदयेन पञ्चसन्दर्भः उक्तं समवायसम्बन्धस्य, इत्युक्ते गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्त्योः, अवयव अवयविनोः, अनन्तरं विशेषविषयतोः इति किञ्चित् उक्तं. विशेषः अपि च नित्यद्रव्यम् अस्तु. परमाणुः इति स्मरति वा? आम्. स्वीकृत्य पुनः खण्डनं न भवति. आम्, तादृशं द्रव्यं परमाणुः नित्यद्रव्यम्, अपि च परमाणुषु विशेषः वर्तते. परमाणवः सन्ति चेत् तेषां मध्ये भेदस्थापनं कथं भवति विशेषस्य उपयोगेन? आम्, तादृशः विशेषः नित्यद्रव्येषु यथा परमाणुषु वर्तते, तादृशः विशेषः समवायसम्बन्धेन. अस्तु अस्तु अस्तु, इदानीम् अवगतम्. धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. शुभरात्रि. धन्यवादः. धन्यवादः.